नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति चुरादिगणे विशेषदातवः इति विषयः अनुवर्तते. तत्र अस्माभिः गतवर्गे अदन्तदातूनां विषये अधीतमासीत्. एते अदन्तदातवः त्रिनवतिः दातवः अदन्ताः सन्ति. अत्र अदन्ताः इत्युक्ते तत्र ह्रस्वकारस्य अनुनासिकसंज्ञा नास्ति, अतः इत्संज्ञा न भवति. लौकिकावस्थायामपि अदन्तमेव भवति. अतः अत्र यदा एतेभ्यः धातुभ्यः णिच् प्रत्ययः विधीयते तदानीम् अतोलोपः इति सूत्रेण अकारस्य लोपः भवति. अदन्ताङ्गस्य अकारस्य लोपः भवति णिचि परे, अर्धधातुकप्रत्यये परे. तर्हि तत्र तादृशसन्दर्भे यदा अकारस्य लोपः भवति, यत्र अकारस्य लोपः भवति तस्मात् पूर्वं कश्चन विधिः प्रसक्तः अस्ति चेत् तदानीं तत्र तस्य बाधकरूपेण अत्र तस्य प्रवर्तनं न भवेत् इति कृत्वा अत्र अजः परस्मिन् पूर्वविधौ इति सूत्रेण तत्र परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये इति उक्त्वा तत्र कत् इति धातुः अस्ति चेत् ह्रस्वकारस्य लोपानन्तरं तर्हि तत्र कत् इत्यत्र अतोपदायाः इत्यनेन उपादायाः वृद्धिः भवितुम् अर्हति. परन्तु अत्र अजः परस्मिन् पूर्वविधौ इति सूत्रेण परनिमित्तिकः अजादेशः, यतोहि अतोलोपः इत्यत्र तत्र अकारस्य लोपार्थम् आर्धधातुकप्रत्ययः एव निमित्तमस्ति, अतः अजादेशः परनिमित्तिकः. तादृश अजादेशः स्थानिवद् भवति. अतः इदानीम् अतोपदायः इति सूत्रं तु कत् इति न पश्यति, परन्तु कत इति एव पश्यति इति कृत्वा अतोपदायः इति सूत्रस्य कार्यं न भवति इति अस्माभिः चर्चितम्. तत्र तस्मिन्नेव प्रसङ्गे अतोलोपः इति सूत्रे उपदेशे इति किमर्थम् उक्तम् इति चेत् अत्र उपदेशे इति पदम् अर्धधातुकः अर्धधातुके इत्यस्य विशेषणमस्ति. अतः यदा प्रत्ययः विधीयते, धातुभ्यः यदा प्रत्ययः विधीयते अर्धधातुकप्रत्ययः, तदानीम् अङ्गम् अदन्तमस्ति चेत् अतोलोपः इत्यस्य प्रवृत्तिः भवति. प्रक्रियानन्तरं तत्र प्रक्रियायाः सोपाने मध्ये कुत्रचित् अङ्गम् अदन्तं भवति चेत् तदानीम् अतोलोपः इत्यस्य कार्यं न भवति. इत्युक्ते आदिमसोपाने यदा प्रत्ययः विधीयते तदानीम् अङ्गम् अदन्तमस्ति चेत् अतोलोपः इति सूत्रस्य कार्यं भवति इति अपि अस्माभिः चर्चितमासीत्. तर्हि तत्र उपदेशे इति पदं नास्ति चेत् किं भवति इत्यपि अस्माभिः दृष्टं. तत्र ऐ धातोः दोषः भवति, इष्टरूपं न प्राप्यते उपदेशे इति पदं नास्ति इति स्वीकुर्मः चेत्. अतः तस्य तादृशदोषनिवारणाय तत्र उपदेशे इति पदम् अनुवृत्तम् अस्ति अतोलोपः इति सूत्रे. तर्हि इदानीं ततः अग्रे गन्तुं शक्नुमः. इतोपि अग्रे इदानीम् अदन्तदातूनां विषये अधीतं. तत्पश्चात् इदानीं कृप् इति धातुः अस्ति, तत्रापि विशेषः अस्ति. अत्र कृपोरोलः इति सूत्रमस्ति. एतत् सूत्रं तु सर्वत्र बहुत्र प्रवर्तते. यत्र यत्र कृप् धातुः आयाति तत्र सर्वत्र प्रवर्तते, धात्वादेशरूपेण प्रवर्तते. तर्हि इदानीं कः पठति तत्र? शोभा भगिनी आरब्धुमिच्छति वा? नमस्कारः भगिनि, समान् अस्मि. नमस्ते भगिनि विजयलक्ष्मी. अद्य अहं पठितुं न शक्नोमि. अस्तु अस्तु, नास्ति चिन्ता, नास्ति चिन्ता. आम् भगिनि, पठामि. कृप् धातोः विधिः कृपेश्च अवकल्कने इत्युक्ते विचारं करोति, चिन्तनं करोति इति अर्थे कृपोरोलः इति सूत्रं. कृप् धातोः रेफस्य लकारादेशो भवति. रा इति श्रुतिसामान्यं बोध्यं. तेन यः केवलो रेफः, यश्च ऋकारस्य तयोः द्वयोः अपि ग्रहणं. लः इति अपि श्रुतिसामान्यम् एव. अतः आहत्य कृप् धातोः यदा गुणादेशं कृत्वा रेफो भवति तस्य रेफस्य स्थाने लकारादेशः. पुनः कृप् धातोः ऋकारस्य यः रेपः रेफसदृश अंशः तस्य स्थाने लसदृश अंशादेशो भवति. नाम रु स्थाने ल इति सूत्रे कृपो इति कृपा योगः उः इति विच्छेदः कृपा लुप्तषष्ठीकं पदम् उः षष्ठ्यन्तं रः षष्ठ्यन्तं लः प्रथमान्तम् अनेकपदमिदं सूत्रं कृपः इत्यस्य द्विवारम् अनुवृत्तिः सूत्रं स्वयं सम्पूर्णं कृपः उः कृपः रः लः इति तत्र कृपोरो लः इति सूत्रे कृप् धातोः कृते एतस्य सूत्रस्य प्रसक्तिः भवति कृप् इति धातौ रेफस्य लकारादेशः भवति इत्युक्ते तत्र कृप् इत्यस्य तत्र उपधायां ऋकारः ऋकारे रेफस्य अंशः अपि अस्ति रेफस्य लकारादेशः भवति तत्र रा इति श्रुतिसामान्यं बोध्यं तेन यः केवलो रेपः इत्युक्ते केवलं रेपः अस्ति अपि च यः ऋकारस्थः तयोः केवलं रेपः अस्ति अथवा ऋकारे स्तः रेपः द्वयोः अपि ग्रहणं भवति इत्युक्ते तत्र ऋकारे स्तः रेपः अस्ति इति मन्ये लः इत्यपि श्रुतिसामान्यम् एव अतः आहत्य कृप् धातोः यदा गुणादेशं कृत्वा रेपः भवति इत्युक्ते तत्र कृप् इत्यस्य ऋकारस्य अर् इति भवति कर्प् इति भवति तस्य रेफस्य कृते एतत् उक्तं रेफो भवति तस्य रेफस्य स्थाने लकारादेशः भवति यदा कर्प् इति भवति चेत् तत्र अर् इत्यस्य तस्य रेफस्य लकारादेशः भवति पुनः कृप् धातोः ऋकारस्य यः रेपः सदृशः अंशः तस्य स्थाने ला सदृश अंशादेशः भवति अस्तु इदानीं तत्र ऋकारः अपि अस्ति रेपः अस्ति अपि अस्ति ऋकारस्य यः रेपः रेपसदृश अंशः तस्य स्थाने लसदृश अंशादेशो भवति नाम रुस्थाने ल इति रेपस्य स्थाने किम् अभवत् रेपस्य स्थाने लकारादेशः पुनः रुस्थाने लु इति उक्तं सूत्रे कृपो कृपः कृपायोगः उः इति विच्छेदः कृपा लुप्तषष्ठीकं पदं किमर्थं चेत् तत्र कृपः इति षष्टिविभक्तिः भवति कृप् इत्यस्य तत् न दृश्यते अतः लुप्तषष्ठीकम् इति उक्तम् उः इति रु इत्यस्य षष्टिविभक्तिः इति जानीमः षष्ट्यन्तं रः षष्ट्यन्तं तत्रापि रेपः तस्य षष्ट्यन्तं रः इति भवति लकारस्य लः इति प्रथमान्तं भवति अपि च अने तत्र कृपः इत्यस्य द्विवारम् अनुवृत्तिः इत्युक्ते कृपः उः कृपः रः लः कृपः उः इत्युक्ते कृपः इत्यस्मिन् स्थितस्य ऋकारस्य षष्टि भवति तत्र कृपः उः कृपः रः लः सम्पूर्णतया न अवगतं भगिनि तत्र परन्तु सम्यक्तया उक्तवती बहु सम्यक्तया उक्तवती केवलं तत्र अनुवृत्तिसहितसूत्रे किञ्चित् कश्चन भ्रमः परन्तु सम्यक्तया उक्तवती भवती अवगतवती धन्यवादः तत्र द्विवारम् आगच्छति चेत् तत्र ऋकारस्य रेफस्य अंशस्य कृते अपि च अर् इत्यस्य रेफस्य अंशस्य कृते इति भवति अपि च कृपः उः हा कृपः रः लः तत्र ऋकारस्य ऋकारस्य रेफस्य अंशस्य अपि च केवलं रेफस्य अंशस्य लः तत्र द्वित्रं लः इति भवति इति सत्यम् अत्र लः इति यः आदेशः अस्ति तस्यापि द्विवारं कुर्मः आवृत्तिः कृपः उः लृ त्रिपः रः लः इति अस्ति चेत् अवगमनं सम्यक् भवति. कृपः उः ल कृपः रः लः अस्तु. इति अस्ति सम्यक् समीचीनं. तर्हि अत्र सूत्रमस्ति कृपो रो लः इति अस्ति. तत्र रः लः इति तु साक्षात् सूत्रे दृश्यते रः लः. तत्र कृपः यः रः तस्य लः लकारादेशः. कृपः रः कृपः रः अनयोः कीदृशसम्बन्धः? कृपः इति षष्ठी कृपः रः तत्र षष्ठी तस्य रः भवति इति तत्र न कृपः तत्र विशेषविशेषणं अवयवः भवति. अस्तु अस्तु. रः इति अवयवः, कृपः इति अवयवी अस्ति. आम् आम् अवयवी अस्ति. विशेषणविशेषभावः इति वदति खलु, तदा विशेषणविशेषभावः अस्ति चेत् किं भवति? तत्र यतोहि किञ्चित् भ्रमः जातः. तत्र विशेषणविशेषे अस्ति चेत् इदानीं मनसि उदाहरणं न आगच्छति, किन्तु सुन्दरः बालकः, सुन्दरः बालकः इति वदति चेत् सुन्दरः एव बालकः, बालकः एव सुन्दरः खलु. आम् आम् आम् अभेदः अभेदः अस्ति, अभेदसम्बन्धः अस्ति. अत्र कृपः रः इति वदति चेत् तत्र एकः विशेषणम् अन्यत् विशेष्यम् इति वदति चेत् अनयोः अभेदः स्यात्, परन्तु अत्र अभेदः भवितुम् अर्हति वा? कृपः कदापि र इति भवति वा? कृपः सम्पूर्णतया र इति भवति वा कदाचित्? न न तत्र तु आदेशः. तर्हि कृपः इति तु कर्प् इति भवति, न तु कृपः र इति भवति खलु. सत्यं कृपः र इति रूपेण न परिवर्तते कदाचिदपि, अतः अनयोः अभेदसम्बन्धः इति वक्तुं न शक्यते. कृपः इति तु कर्प् इति परिवर्तते, तदानीं रेपः अस्ति. रेपः कृपः इत्यस्य अंशः अस्ति, अवयवः अस्ति खलु. अतः अवयवविभावसम्बन्धः इति साक्षात् सूत्रार्थः दृश्यते. परन्तु अत्र किम् अस्ति इति चेत् अत्र रः लः इत्यत्र श्रुतिसामान्यं बोध्यम् इति उक्तं. यथा श्रूयते तथा यत्र यत्र तादृशं श्रवणं भवति तत्र सर्वत्र अस्य सूत्रस्य प्रवृत्तिः इति उक्तम्. अतः र इति यत्र श्रूयते इति चेत् न केवलं यत्र रेपः अस्ति तत्र र इति श्रूयते, परन्तु ऋकारः अस्ति चेदपि तत्रापि र इति श्रूयते. अतः ऋकारस्यापि ग्रहणमस्ति अस्मिन् सूत्रे. अतः कृप् धातोः यत्र ऋकारः धातौ ऋकारः यथावत् तिष्ठति तत्रापि सूत्रस्य प्रवृत्तिः अस्ति. तदानीं किं भवति इति चेत् तदानीं कृप् इत्यत्र ऋकारस्य स्थाने लकारादेशः न भवति, परन्तु तत् सदृशः आदेशः भवति. कः आदेशः इति चेत् लु इति आदेशः. यतोहि ऋकारः लुकारः अनयोः सावर्ण्यम् अस्ति खलु. सत्यं अनयोः सावर्ण्यं स्वीक्रियते इति कृत्वा ऋकारस्य स्थाने लु इति आदेशः आयाति. अतः कृपः इति षष्ट्यन्तं, तत्र षष्टिविभक्तेः लोपः. अतः कृपयोगः उः इति विच्छेदः. कृपयोगः उः अकार उकारयोः गुणसन्धिं कृत्वा कृपो इति भवति. कृप लुप्तषष्टिकं, विभक्तिः नास्ति. कृपयोगः उः, उः इति ऋकारस्य षष्टिविभक्तिः. कृपयोगः उः अतः कृपो इति भवति. तत्र उः इत्यस्य अपि विसर्गलोपः अकार उकारयोः ओ इति भूत्वा गुण भूत्वा कृपो इति भवति. सत्यं सत्यं. वस्तुतः तत्र कृपोः कृपोः इति स्यात्. कृपोः इति अस्ति, ओकारः अत्र अस्ति, तत्रापि षष्टिविभक्तेः लोपः. सत्यम्. अतः कृपो रो लः इति सूत्रम्. तर्हि अनुवृत्तिसहितसूत्रे कृपः उः इति विच्छेदं यत् इदानीं कृतं, कृपः उः, कृप् धातोः यः ऋकारः तस्य स्थाने लु. कृपः उः लु अनन्तरं कृपः रः लः तत् सूत्रे साक्षात् अस्ति. कृपः यः रः कृपः कृप् धातोः यः अवयवः रेपः तस्य स्थाने लकारादेशः. कृपः यः उः कृप् धातोः यः ऋकारः तस्य स्थाने लु इति आदेशः. सूत्रार्थः कथं ज्ञातुं शक्नुमः भगिनि? व्याख्यानात्. अस्तु इदानीम् अग्रे उषा भगिनी. भगिनी अत्र कृपो रुवल्लः इति सूत्रे पाणिनिना एव रेपस्य लकारादेशः दत्तमस्ति, तर्हि उरण्ड्रपरः इत्यत्र किमर्थं जिम्नास्टिक्स् कृत्वा पुनः अन्येकं प्रत्याहारः सर्वं निर्मितम्? किञ्चित् प्रतिपादयति तत्र किं विवक्षितमिति. उरण्ड्रपरः इत्यत्र किं कृतम्? उरण्ड्रपरः इत्यत्र र इति नूतनप्रत्याहारः भवति, तत्र र ल द्वयोः ग्रहणं भवति इति सिद्धान्तकौमुद्यमस्ति खलु. इत्युक्ते अर् इति नास्ति, अल् इति अपि भवति इति वा? यदि पाणिनिना तद् इष्टं भवति तर्हि कृपो रोलः तत्त्वात् तत्रापि सूत्रं दीयते खलु. तत्र तु न दत्तवान् सः, इत्युक्ते सः जानाति क्रु इत्यस्य ऋकारस्य लुकारादेशः भवितुम् अर्हति इति. अत्र तु अत्र तु उरण्ड्रपरः इत्यत्र उरण्ड्रपरः इत्यत्र र इति प्रत्याहारः कृतः, येन र प्रत्याहारे के के वर्णाः सन्ति? ऋ ल तावदेव. ऋ ल इति अस्ति खलु, ऋ ल इति कृत्वा तत्र द्वयोः ग्रहणं तत्र हा इति तत्र यत्र यत्र सा तादृशकार्यम् इष्यते तदानीं तत्र इष्टरूपसिद्ध्यर्थं तादृशम् अस्माभिः व्याख्यानं कृतं कौमुद्यां खलु, तादृशव्याख्यानं कृतं कौमुद्यां. तत्तु तादृशव्याख्यानं किमर्थं तत्र कृतम्, अत्र अत्र किमर्थं तथा न कृतम् इति पृच्छति वा? अत्र तु र इत्यत्र अत्रापि र इत्यत्र प्रत्याहारः इति स्वीकरोतु, तदानीं र ल इति द्वयोः अपि ग्रहणं भवति इति वा? भवति इति समीचीनमेव व्याख्यानं खलु. तथा कुर्मः चेत् कुत्रचित् दोषः भवति वा? इदानीं कृपः रः इत्यत्र कृपः रः इत्यत्र अत्र कृपः रः इत्यत्र रः इति प्रत्याहारः इति स्वीक्रियते. रः इति तु प्रत्याहार पाणिनिना न दत्तं, तत्तु न न पाणिनिना दत्तं, परन्तु अस्माभिः कर्तुं शक्यते खलु. तत्र महेश्वरसूत्रं दृष्ट्वा यतः तत्र इक् इति वयं प्रत्याहारं कुर्मः अथवा इन् इति कुर्मः, तत्तु साक्षात् पाणिनिना न दत्तं खलु. तत्र तत्र प्रत्याह तत्र महेश्वरसूत्रं दृष्ट्वा एव वयं कुर्मः खलु. एवमेव र इति यदा वदति तदानीं तत्र तत्र लण् इत्यत्र अकारपर्यन्तं स्वीकृत्य र इति उक्तं खलु. तर्हि अत्रापि तत् प्रत्याहारं प्रत्याहारः इति एव स्वीकुर्मः चेत् किं भवति? रेफलकारद्वयोः ग्रहणं कृपः इति धातुः एतत् कृपः इति अङ्गस्य ऋकारस्य ऋ अंशस्य ऋ लु द्वयोः ऋ अंशस्य अपि च रेफस्य ल आदेशः इति एव सूत्रं वदति खलु. लु एण्ड् ल भगिनी अत्र अण् यत्र भवति तत्रैव ऋकारस्य अण् यत्र भवति तत्रैव अर् इर् उर् तावदेव भवति खलु. इदानीं पुनः नेक्स्ट् स्टेप् प्रति गच्छति खलु, व्यपस्य स्थाने लकारादेशः इति किञ्चित् भेदः अस्ति खलु. उरण्ड्रपरः इत्यनेन यत्र यत्र ऋकारस्य स्थाने अण् आदेशः भवति तत्रैव किं रेभः आगच्छति, अर् इर् उर् इति भवति तावदेव. अत्र किन्तु अत्र तु रेफस्य स्थाने तादृशरेफस्य स्थाने पुनः लकारादेशः न चेत् ऋकारादेशः इति उक्तत्वात् किञ्चित् इतोपि अग्रे गच्छति खलु सोपानम् इति भावयामि. तत्र पाणिनिना केवलं अर् इर् उर् इत्यस्य विषये अत्र उरण्ड्रपरः इति सूत्रे तत्र रेपस्य रेपः प्रत्याहारः इति स्वीकृतः चेत् तत्र एकम् उदाहरणं वदतु यत्र तस्य प्रयोगः भवति. तत्र तवल्कारः तव तत्र किं भवति इति तव लुकारः इति भवति चेत् तवल्कारः इति लुकारस्य ल आदेशः भवति. परन्तु तत्र तु एवमेव एक्साम्पल्, एवं तु लोके किमपि नास्ति. अन्यत्र तत्र तवल्कारः इति शब्दः लोके अस्ति वा? नास्ति, केवलम् एक्साम्पल् दानीयं वा दत्तव्यम् इति कृतमस्ति. लोके तादृश उदाहरणमेव नास्ति, परन्तु तत्र लघुसिद्धान्तिकौमुदीकारः तवल्कारः इति एकम् उदाहरणं दत्तमस्ति. यतोहि तत्र लु इत्यस्य स्थाने तत्र किं ल ल इति आदेशः भवति इति ल इति आदेशः इति अल् इति आदेशः इति उक्तं. तत्र रेपः इति लकारस्य अपि ग्रहणम् इति उक्तं. तत्र तु एकम् उदाहरणम् उक्तमस्ति तस्य प्रयोगः प्रयोजनं किम् इति तदर्थम् एकम् उदाहरणम् उक्तमस्ति. रेपः इति तत्र र इति प्रत्याहारः किमर्थं तादृशं कृतम् इति चेत् अत्र तवल्कारः इत्यत्र रूपं प्राप्तुं कृतम् इति उक्तं खलु. तत्र प्रयोजनम् उक्तं, परन्तु प्रयोजनमुक्तं तादृशं शब्दः एव नास्ति. तादृशं पदं नास्ति चेत् किमर्थं पदं निर्मीय तस्य कृते जिम्नास्टिक्? न, तवल्कारः इति पदं नास्ति वा इति वा? कुत्र तवल्कारः इति पदं नास्ति चेत् किमर्थं तत्र कौमुदीकारः तस्य प्रयोगः क्रियते? तवल्कारः इति पदम् अस्ति, कुत्रचित् अस्ति, कुत्रचित् तादृशप्रयोगः अस्ति. यदि तवल्कारः इति शिष्टप्रयोगः एव नास्ति चेत् तदानीम् एतादृशव्याख्यानं तु व्यर्थम्. तव लुकारः इति तत्र तवल्कारः इति पदं स्यात् इति पदं तु स्यात् कुत्रचित् तस्य प्रयोगः कृतः, कुत्र इति अन्वेषणीयम्. परन्तु तादृशप्रयोगः कुत्रचित् कृतः इति कृत्वा तत्र रेपः प्रत्याहारः इति उक्तं, र इति प्रत्याहारः इति उक्तम्. अत्र तु प्रत्याहारः इति स्वीक्रियते चेत् अत्र तु र इति प्रत्याहारः इति स्वीक्रियते चेत् कार्यं भवति वा? अत्र तत्र कृपः रः इति उक्तं चेत् कृपः रः इति तत्र अवयवी सम्बन्धः वक्तव्यः खलु. अत्र कृपः रः इति तत्तु न भवति सत्यम्. अतः अत्र प्रत्याहारः इति वक्तुं न शक्यते. अत्र तु अवयव अवयवीभावः कल्पनीयः. कृपः रः इति तत्र प्रत्याहारः इति वदामः चेत् तत्र अर्थबोधः न भवति अत्र, अतः तथा वक्तुं न शक्यते. अतः अत्र श्रुतिसामान्यं बोध्यम् इति उक्तम्. अतः भेदः अस्ति, अनयोः द्वयोः भेदः अस्ति. तत्र उरण्ड्रपरः इति किमर्थं तादृशं कल्पितम् इति चेत् प्रयोजनमस्ति तवल्कारः इत्यत्र रूपं प्राप्तुं. तवल्कारः इति व्यर्थः नास्ति शब्दः. लोके कुत्रचित् तस्य प्रयोगः अस्ति, शिष्टप्रयोगः अस्ति. शिष्टप्रयोगः नास्ति चेत् तत्र व्याख्यानेषु न दीयते. शिष्टप्रयोगः अस्ति अतः तादृशशब्दं प्राप्तुं एवं कृतम् इति उक्तं, परन्तु अत्र तथा कर्तुं न शक्यते. वस्तुतः काशिकाकारः तु तवल्कारः इत्यस्य उदाहरणमेव न दीयते, तस्य चर्चा अपि नास्ति. औदिकारः एव दीयते. महाबलेश्वर भट्ट अपि वदति पुस्तके एवमेव उदाहरणार्थम् एवं कल्पितम् अस्ति इति. कल्पितम् इत्युक्ते तत्र प्रयोगः स्यात् भगिनि. कल्पितम् इत्युक्ते प्रयोगः नास्ति चेत् एवमेव कल्पयितुं न शक्यते. कुत्रचित् अस्ति कवल्कारः इति प्रयोगः कुत्रचित् अस्ति, कुत्र इति अन्वेषणीयं. कुत्रचित् अस्ति तत्र वस्तुतः वेदे अस्ति, वेदे अस्ति, वेदे अस्ति कवल्कारः इति प्रयोगः वेदे अस्ति, लोके नास्ति परन्तु वेदे अस्ति. अस्तु अग्रे गच्छामः. इदानीम् उषाभगिनी कृपया पठतु. आं भगिनि, यत्र कृप् धातोः उपधायाः गुणः भवति कर्प् तत्र रेपस्य स्थाने लकार आदेशः अतः कल्प् इति फलम्. यत्र उपधागुणः न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकार आदेशः अतः कृप् इति फलम्. वयं पठितवन्तः कृपोरो लः इत्यस्य सूत्रस्य अनुवृत्तिसहितसूत्रं कृपः उः लः, कृपः रः लः इति द्वयोः अंशः अस्ति. अत्र व्याख्यानं दत्तं कृप् धातोः उपधायाः गुणः भवति चेत् कर्प् इति रूपं सिद्ध्यति. कर्प् तादृश कर्प् इति स्थिते रेपस्य स्थाने लकार आदेशः भवति इति अस्ति. अनन्तरं कृपः रः अपि लः. यत्र गुणः न भवति कृ इत्येव श्रूयते, तादृश ऋकारस्य स्थाने लः नास्ति, लस्य अंशः लकार सदृश ल सदृश अंशः आदेशः भवति. लृ लिक लृ इति आदेशः भवति. सो कृप् इति कृप् इति फलं भवति. अग्रे पठामि वा भगिनि? हा हा हा कृपया पठतु. लटि कल्पयति कल्पयते. कृप् योगः णिच् पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणः कर्प् इति भवति. कर्प् योगः इ. कृपो रो लः इत्यनेन रेपस्य स्थाने लकार आदेशः भवति. कल्प् योगः इ. कल्पी इति धातुः. कल्पी योगः शप् कल्पय इति अङ्गं. कल्पय योगः ति कल्पयति. णिच् णिचश्च इत्यनेन कल्पयते अपि भवति. कृप् इति चुरादिगणे धातु. णिच् इति प्रथमं विधीयते. कृप कृप् योगः णिच् इति स्थिते लघु उपधा ऋकारः अस्ति, तद्गुणः भवति. कर्प् इति भवति. कर्प् योगः णिच् इत्यस्य कृते इ एव अवशिष्यते. कर्प् योगः इ इति भवति. कृपोरोलः इति सूत्रेण कल्प् इति भवति. कर्प् इत्यस्य स्थाने रेपस्य स्थाने लकार आदेशः भवति. कल्प् इति भवति. कल्पी इति नूतनधातुः सिद्ध्यति. अनन्तरं कल्पीयोगः ति कल्पीयोगः शप् योगः ति कल्पयति इति रूपं सिद्ध्यति. समीचीनं. तर्हि इदं तु उदाहरणं तु तत्र रेपस्य उदाहरणं. गुणः भूत्वा यदा कृप्तातुः रेपः आयाति तदानीं लकारादेशस्य उदाहरणम्. इदानीम् अग्रे वंसी भगिनी तत्र चुकारस्य उदाहरणम्. लिट् लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणं लिटि चक्लपे चक्लपे. अस्तु. कृप् योगः ए द्वित्वम् अभ्यासकार्यं च. चकृप् योगः ए कृपोरो लः इत्यनेन ऋकारस्य स्थाने लकारादेशः. चक्लुप् योगः ए चक्लुपे इति भवति. अस्तु. तत्र लिट्लकाररूपमस्ति चक्लुपे इति रूपं. तत् कथं निष्पन्नम् इत्युक्ते कृप् योगः ए इति प्रत्ययः भवति इति. तत् प्रत्ययः कीदृशप्रत्ययः न जानामि, परन्तु द्वित्वकार्यं भवति. तत्र अभ्यासकार्यं भूत्वा चकारः आगच्छति. चकारः अग्रे आगच्छति, चक्रुप् एव अङ्गं भवति, चक्रुप् योगः ए, तस्मिन् समये गुणः न भवति, यतोहि तत्र ए इति कीदृशप्रत्ययः प्रत्ययः अस्ति, तिङ् प्रत्ययः एव भगिनि, तिङ् प्रत्ययस्य स्थाने लिट्लकारे केचन आदेशाः भवन्ति, अत्र तु प्रत्ययः इदानीं तत्र प्रत्ययः पित् तत्र प्रत्ययः कित् भवति तत्र इति कृत्वा गुणनिषेधः गुणनिषेधः भवति. अस्तु, तत्र कित् भूत्वा तत्र गुणनिषेधः भवति, अतः तत्र गुणः न भवति, कृप् एव अवशिष्यते. तत्र कृपोरो लः इत्यनेन तत्र द्वितीय तत्र प्रथम अङ्ग दलस्य सार्थक्यं भवति. कृपः उः लः इत्यनेन तत्र भू इत्यनेन ऋकारस्य षष्ठ्यन्तं पदमस्ति, अतः क ऋ इत्यस्मिन् स्थाने लकारः आदेशः भवति, अतः ऋकारस्य स्थाने लकारः चक्लुप् योगः ए चक्लुपे इति रूपं भवति. समीचीनम्, अग्रिमवाक्यमपि पठतु. अस्तु, प्रश्नः उदेति, यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां क्लुप् न स्यात्? अस्तु, उत्तरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते. वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्, अतः वेदे अयं धातुः ऋतुपदधातुः भवेत्. अस्तु, हा, तत्र प्रश्नः भवति, तत्र रेपस्य स्थाने लकारः भवति, तर्हि मूलधातु एव तत्र क्लुप् इत्य क्लुप् किमर्थं स्थापितं, क्लुप् एव न किमर्थं न भवति, यतोहि रेपः लकारस्य द्वयोः सावर्ण्यम् अस्ति, अतः तत्र परन्तु अस्तु अस्तु तत्र किमर्थं क्लुप् न स्थापितं, परन्तु तत्र वैशिष्ट्यमस्ति, यतोहि तत्र वेदे ऋकारस्य माहात्म्यम् अस्ति, यतोहि तत्र ऋकारः अग्निबीजः अस्ति, अतः तत्र तस्य उच्चारणं भवेत् इति कारणात् तत्र ककारस्य अनन्तरं लु इति न भवत्, अपि च तत्र ऋकारः एव स्थापितम् इति मया अवगतं. तत् समीचीनं तावदेव भगिनि, तावदेव, तत्र वेदे वेदे यथा श्रूयते तथा एव तत्र वक्तव्यं, तत्र ऋकारः श्रूयते चेत् ऋकारः एव वक्तव्यं, तस्य परिवर्तनं न शक्यते. तत्र वेदे कृप् इति अस्ति चेत् कृप् इति एव वक्तव्यं, तत्र क्लिप् इति वक्तुं न शक्यते. तत्र परिवर्तनं तु वयं न कर्तुं न शक्नुमः भगिनि, तत्र कथं ओ, यतोहि तत् रूपं रूपसिद्धि रेपः भवति इति कारणात् तत् क्लुप् इति भवेत् वा इति प्रश्नः अस्ति वा? हा, उपदेश अवस्थायां कृप् इति किमर्थम् उक्तं, यदि तत्र आदेशः एव करणीयः चेत् किमर्थं मूल अवस्थायामेव क्लिप् इति न उक्तम् इति चेत् तथा लोके तु वक्तुं शक्यते, परन्तु वेदे तु तथा वक्तुं न शक्यते इति कृत्वा कृप् इति एव स्वीकृतम्. यतोहि एतादृशसूत्राणि न केवलं लोके, वेदे अपि तत्र सूत्रस्य प्रवृत्तिः अस्ति. सत्यम्, अतः अतः तत्र एवम् उक्तमस्ति तावदेव. अस्तु, तत्र उदाहरणद्वयमपि दृष्टं. वंसि भगिनी समापयतु. चक्लुपे इत्युक्ते किम् अस्ति भगिनि? तत्र लिट्लकाररूपमेव भवति, तत् कृप्यते कल्पयति इत्यस्य लिट्लकाररूपमेव अर्थं बोधयति वा? सत्यं, तदेव तदेव, तत्र परोक्षे भूते अस्ति. अस्तु, तत्र इत्युक्ते पुनः वक्तव्यं चेत् तत्र किमर्थं तत्र इदानीम् अस्माकम् औपदेशिकधातुः कृप् इति अस्ति, तर्हि तत्र कोऽपि पृच्छेत् किमर्थं कृप् इति कृतं, क्लिप् इति एव स्यात्, किमर्थं कृप् इति कृतम् इति चेत् क्लिप् इति भवितुम् अर्हति, परन्तु तथा भवति चेत् वेदे क्लेशः भवति, यतोहि वेदे तत्र कृप् इति एव उच्चारणीयम् अस्ति, तत्र कृप् इत्यस्य प्रयोगः कुत्रचित् अस्ति वेदे, अतः ऋकारस्य उच्चारणमस्ति कुत्रचित् वेदमन्त्रेषु, विकारः तिष्ठति तत्र ऋकारः अस्ति वेदमन्त्रे इति कृत्वा तत्र कृप् इति एव धातुः स्वीकृतः इति उक्तम्। किन्तु भगिनी अत्र तु एतत् सूत्रं तु तत्र किमपि विकल्पः नास्ति खलु, इदानीं ऋकारस्य स्थाने लकारः भवति एव, अतः वेदे अपि भवितव्यं खलु? तथा नास्ति भगिनी, तत्र वेदे अपि भवितव्यम् इति चेत् न, प्रथमतया वेदे अपि भवितव्यम् इति वाक्यम् अनन्तरं परिशीलयामः, परन्तु अत्र कृप् इति उच्चारणम् अस्ति चेत्, कृप् इति उच्चारणं साक्षात् वेदे अस्ति चेत् तत्र कृप् इति एव उच्चारणीयम्। इत्युक्ते वेदे अस्य सूत्रस्य प्रयोगः विकल्पेन अपि भवितुमर्हति, अतः सर्वत्र सूत्राणां प्रवृत्तिः नित्यरूपेण। क्षम्यतां भगिनी, न श्रूयते। वेदः इस् सपरेट् एरिया, अतः तस्मिन् दिशि न गच्छामः, यतोहि अस्माकं ज्ञानं नास्ति, अतः यदत्र लिखितं तथैव स्वीकुर्मः। वेदे कृप् इति उच्चारणम् अस्ति, कुत्रचित् अस्ति, अतः तस्य कल्प् इति परिवर्तनं न शक्यते अथवा क्लिप् इति परिवर्तनं न शक्यते इति कृत्वा औपदेशिकधातुः अपि कृप् इति एव स्वीकृतः इति उक्तं तावदेव। अस्तु, तत्र भवती उक्तवती वेदे अपि भवितव्यं, तत्र दोषः अस्ति? तद् तस्य विषये तत्र चिन्तयतु, अनन्तरम् अन्ते वर्गस्य अन्ते वदतु भवत्याः वेदे अपि भवितव्यं, तत्र पुनः सम्पूर्णवाक्यं वदतु। किं भवितव्यं वेदे? भवितव्यं धातुः भवितव्यः इति दोषाय अस्ति वाक्यं, चिन्तयतु किमर्थमिति। धातुः भवितव्यः कर्तरी प्रयोगः भवति, भवितव्य इति वदामः चेत् तत्र कर्तरी प्रयोगः भवति खलु, तव्यप्रयोगः भवितुम् अर्हति। अतः उक्तवती तव्यत्तु कर्मणि प्रयोगः भवति, तर्हि तत्र किं भवति वाक्यम्? धातु न भवितव्यं, धातु न भवितव्यं, धातु न भवितव्यम् इति वक्तव्यं खलु। अस्तु, अवगतं वा? अस्तु, तर्हि इदानीम् अग्रे तत्र अरुणा भगिनी पठतु। अस्तु, तर्हि कः? लक्ष्मी भगिनी पठतु। आं भगिनि, कृत् धातोः विधिः। कृतसंशब्दने प्रसिद्धं करोति, उद्घोषणं करोति, गुणं प्रसारयति। उपतायाश्च धातोः उपताभूतस्य ऋतः इत् स्यात्। धातोः उपधायां स्थितस्य दीर्घऋकारस्य स्थाने ह्रस्व इकारादेशः भवति। उपधायाः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम्। ऋतैद्धातोः इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्। ऋतः धातोः अङ्गस्य इत् उपधायाश्च, अत्र कृत् इति धातोः रूपस्य अत्र अनेन कृत् धातुः ऋकारस्य ह्रस्व इकारादेशः भवति इति अपि उक्तम्। अत्र उपतायाश्च इति एकं सूत्रम् अस्ति, एतत् सूत्रस्य अर्थः धातोः उपधाभूतस्य ऋकारस्य इत् स्यात् इति उक्तम्। धातोः उपधायां स्थितस्य दीर्घ ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति। कृत् इति धातौ दीर्घऋकारः अस्ति, तादृशदीर्घऋकारः उपधायां वर्तते, तादृशदीर्घऋकारस्य स्थाने ह्रस्व इकारादेशः भवति इति उपधायांश इति सूत्रं वदति। अनुवृत्तिसहितसूत्रम् अस्ति, ऋतः धातुः अङ्गस्य इत् उपधायांश्च इति इत्युक्ते उपधायां दीर्घ ऋकारः यस्य धातुः अस्ति तादृश धात्वङ्गस्य ह्रस्व इकारादेशः भवति इति सूत्रार्थः. समीचीनं. तत्र अनुवृत्तिसहितसूत्रे पदानां सम्बन्धः कः इति प्रतिपादयतु. ऋतः धातोः अङ्गस्य इत् उपधायांश्च ऋतः धातोः उपधायाः ऋतः अङ्गस्य इत् धातोः उपधायाः इति स्वीकर्तव्यं प्रथममिति मन्ये. धातुः अवयव अवयवीभावः उपधा अवयवः धातुः अवयवी धातोः उपधा इति अवयवस्य उपधा एव ऋतः अत्र विशेषविशेषणभावः वर्तते इति भावयामि. उपधा ऋतः उपधायां ऋकारः एव ऋकारः एव उपधायां वर्तते. तादृशः धातुः धातौ उपधा अस्ति ऋकारः उपधा अस्ति तादृश ऋकारस्य तादृश अङ्गस्य सो यस्मिन् अङ्गे धातुः अस्ति धातौ उपधा अस्ति उपधा ऋकारः अस्ति दीर्घ ऋकारः अस्ति तादृश ऋकारस्य इत् इत् इति अत्र ह्रस्व इकारः इति अर्थः भवति इति उक्तं. सत्यं. समीचीनं. तर्हि धातोः अङ्गस्य धातोः अङ्गस्य इत्युक्ते धातुरूपी अङ्गस्य यः अवयवः अस्ति उपधा कीदृश उपधा इति चेत् दीर्घ ऋकारः यत्र यस्याम् उपधायाम् अस्ति तादृश उपधा तत्र इत् स्यात् तत्र ह्रस्व इकारादेशः स्यात् इति सूत्रार्थः. उपधायाश्च इति सूत्रम् अस्तु. तर्हि इदानीम् अग्रे गच्छामः. सुमन् भगिनी पठतु. किं भगिनि? श्रूयते, पठतु. अनेन तत्र ततः खलु भगिनि? ततः एव. अनेन हृत् धातोः ऋकारस्य ह्रस्व इकारादेशः भवति. स्मरणार्थं यत्र धातुः ऋकारान्तः तत्र रीत इत् धातोः इत्यनेन ऋकारस्य स्थाने इकारादेशः यथा तुदादिगणे अस्माभिः दृष्टः. कृ धातोः ऋकारः अस्ति दीर्घ ऋकारः अस्ति तस्य उपधायाश्च इति ह्रस्व ऋकारः भूत्वा इ आदेशः. सो कृ तत्र कि इति उरन्रपरः इत्यनेन किर् इति भवति. किर् योग अ योग ति किरति इति रूपं सिद्ध्यति. उपधायांश्च इत्यनेन नास्ति ऋतय धातुः इत्यनेन ऋत इति धातोः तत्र एव आं सत्यं. कुत्र ऋत इति धातोः इत्यनेन अत्र कृ इत्यत्र खलु. अत्र हा इति अत्र भेदः कः इति अत्र प्रदर्शयन् अस्ति. इत्युक्ते कृत् इति यः धातुः पूर्वम् अस्माभिः दृष्टः कृत् इति तत्र तु उपधायां दीर्घ ऋकारः अस्ति परन्तु कृ इति यः धातुः अस्ति तत्र तु दीर्घ ऋकारान्तधातुः अस्ति, तत्र तु उपादायाश्रय इत्यस्य कार्यं नास्ति, परन्तु ऋत इद्धातोः इति सूत्रेण दीर्घ ऋकारस्य ह्रस्व इकारादेशः उरण्परः इति कृत्वा किर् योगः अयोगः इति किरति इति रूपम्। एतत्तु अस्माभिः पूर्वमपि दृष्टं, सुदादिगणे दृष्टमासीत्, ऋत इद्धातोः इति सूत्रस्य व्याख्यानं सर्वं दृष्टमासीत्। इदानीम् एतादृशमेव कार्यं, परन्तु दीर्घऋकारः तु धातोः अन्ते नास्ति परन्तु उपादायाम् अस्ति, अतः उपादायाश्च इति सूत्रेण कृत् इत्यत्रापि एवमेव कार्यं भवति। तर्हि इदानीम् अग्रे तत्र ऋत इद्धातोः इति सूत्रम् अरविन्द महोदय पठति वा? ऋत इद्धातोः ऋतन्तस्य धातोः अङ्गस्य पुरस्व इकारादेशः भवति किदि किति प्रत्यये परे, कित् कित् भिन्नप्रत्ययः परे चेत् गुणः गुणे सति इकारादेशस्य प्रसक्तिर्न भवति। अलोन्तस्य इत्यस्य सहाय्येन पूर्णतया धातोः स्थाने न अपि तु अन्तिम ऋकारस्य स्थाने ऋस्व इकारादेशः भवति। ऋतः षष्ट्यन्तम्, इत् प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदमिदं सूत्रम्। अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यस्य सहायेन ऋतः इत्यनेन ऋतन्तस्य इत्यस्यापि ग्रहणम्। अनुवृत्तिसहितं ऋतः धातोः अङ्गस्य इत् अनुवृत्तिसहितसूत्रमस्ति ऋतः धातोः अङ्गस्य इत्, तत्र अङ्गस्य ऋतः इत् आदेशो भवति धातु धातोः इत्यत्र धातु ऋतन्तम् अस्ति चेत् अथवा ऋत् केवलं ऋत् अस्ति चेत् अपि तत्र येन विधिस्तदन्तस्य इति परिभाषासूत्रेण समानतया कार्यं कर्तु कार्यं भवति इति। अत्र दीर्घकारस्य स्थाने ह्रस्व इकारादेशः भवति अङ्गस्य इति अस्ति, तत्र किमपि निमित्तं न उक्तम् इति कृत्वा यत्र यत्र दीर्घरिकारम् अस्ति तत्र सर्वत्र अङ्गस् धातोः अन्तिम अल् अस्ति चेत् तत्र ऋकारस्य ह्रस्व इकारः भवति, यदि केवलं दीर्घऋकारम् अस्ति चेदपि तत्र ह्रस्व इकारं भवति इति एतत् सूत्रं भवति। समीचीनं, यद्यपि तत्र निमित्तं न उक्तं तथापि तत्र अङ्गस्य इति अधिकारे अस्ति खलु, अतः प्रत्ययः अपेक्षितः। अङ्गस्य इति कृत्वा अङ्गस्य प्रत्ययः अपेक्षितः। प्रत्ययः अपेक्षितः, अतः इदानीं प्रत्ययः कीदृशप्रत्ययः इति चेत् धातुभ्यः विद्यमानः प्रत्ययः, अर्धधातुकः वा सार्वधातुकः, सार्वधातुकं प्रत्ययः वा, यः कोऽपि प्रत्ययः अत्र भवेत् इति अस्ति। परन्तु तत्र यत्र सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः अपि च दीर्घऋकारान्तधातुः अस्ति चेत् तत्र कस्य सूत्रस्य प्रसक्तिः भवति? न न, इदानीं कृयोगः शप् इति अस्ति इति चिन्तयतु, तदानीं कस्य सूत्रस्य प्रवृत्तिः? सर्वधातुकार्धधातुकयोः इति इत्यनेन गुणः भवितुम् अर्हति खलु, गुणः भवितुम् अर्हति यत्र यत्र यत्र पित् प्रत्ययः अस्ति तत्र गुणः भवितुम् अर्हति, अतः एव अत्र परितार्थः उक्तः कित्तिनिति प्रत्यये परे एव अस्य सूत्रस्य कार्यम् इति उक्तम्। न तु षित् इति इत्यादिप्रत्ययम् अवसरमस्ति चेत् तत्र न भवति, केवलं किति किति प्रत्यये परे अस्ति चेदेव तत्र दीर्घस्व इकारस्य आदेशः भवति इति किति किति प्रत्यये परे। परन्तु षित् प्रत्ययः अपि तत्र अपित् अस्ति चेत् तदानीं भवितुमर्हति, यथा तुदादिगणे कृ धातुः तु तुदादिगणे एव अस्ति खलु, कृयोगः तत्र श इति प्रत्ययः षित् अस्ति, परन्तु अपित्वात् निद्वत् अस्ति इति कृत्वा तत्रापि प्रवृत्तिः अस्ति अस्य सूत्रस्य. अतः यद्यपि अनैमित्तिकम् इति उच्यते, सत्यम् अनैमित्तिकम् इति यद्यपि दृश्यते सूत्रं, तथापि अङ्गाधिकारे अस्ति, अतः अनैमित्तिकं नास्ति. प्रत्ययः अपेक्षितः, प्रत्ययः नास्ति चेत् तदानीं कार्यं न भवति. प्रत्ययः अपेक्षितः, सः प्रत्ययः फलितार्थरूपेण कितिनिति प्रत्ययपरे एव भवति, अन्यत्र सर्वत्र तु गुणः भविष्यति. अस्तु, तर्हि हा सम्यक्, धन्यवादः. इदानीं विनयमहोदय अग्रे पठतु. आं भगिनि, चुरादिगणे कृत् धातुः, कृत् धातुः क्रीस्तधातु दीर्घकार क्रीत् धातुः, तर्हि क्रीत् कित् भवति उपधायाश्च सूत्र आधारेण वयं जानीमः ऋकारस्य स्थाने ह्रस्व इकार आयाति, तर्हि एव कित् भवति. तदनन्तरं उरणरपरः आयाति. उरणरपरः सम्बन्धे अत्र अद्य चर्चा अपि कृतवान्, परन्तु यदि अहं केवलं वदामि अत्र रेफा रकारस्य सम्बन्धे रकार आयाति. वयम् अत्र अन्य कोऽपि विषय न वदामः. तर्हि यदि रेफा आयाति उरणरपरः, उरणरपरः वयं जानीमः र परः उः अण र परः, अर्थात् र परश्च आयाति, तर्हि एव कित् कित् किर्त् भवति. रपरा आधारे, रपरा अर्थात् रेफा, केवलम् अन्य कोऽपि रेकार न वदामः. तदनन्तरम् अन्य सूत्र आयाति उपधायामचः, उपधायामचः अत्र कीर्त भवति न कीर्त भवति उपधायामचः. अहम् अत्र अत्र अहं केवलं पश्यामि धातौ यौ उपधाभूतौ रेफमकार हल् परौ, अर्थात् र अपि च व र हलन्त् अपि च व हलन्त्, तदनन्तरं परश्च हल् प्रत्यय अपेक्षितः, तर्हि एव दीर्घ इकार भवति. दीर्घ इकार यदि भवति तर्हि अत्र कीर्त कीर्तमन्ये, परन्तु उपधाया अन्यसूत्राणि आधारेण तदनन्तरमेव निचायाति. अत्र कथं निचायाति, अत्र प्रथमतया अपेक्षता न अहं न जानामि, परन्तु निच् आयाति. यदि निच् आयाति तर्हि कीर्ति इति धातु भवति, यथा कीर्त् अस्ति त हलन्त् योगा इकार केवलवर्णमेलनं, तर्हि एव कीर्ति भवति. तदनन्तरं शप् यतः अवशेष, तर्हि कीर्ति तदनन्तरं कीर्तय भवति, वयमपि जानीमः शपकारेण सार्धातुकार्धातुकयोः गुण भवति, कीर्ते भवति. कीर्ते अर्थात् सन्धि अस्ति एच अविवायावः, तर्हि कीर्तय कीर्तय य हलन्त् तदनन्तरं शप अवशेष अ आयाति, तर्हि कीर्तय भवति. तदनन्तरं लकार विवक्षा कीर्तयति वा कीर्तयते निष्पन्न. समीचीनं समीचीनम्। अत्र क्रमस्य विषये किञ्चित् चिन्तनीयमस्ति, कृत् धातोः विषये। इदानीं सूत्रद्वयमपि पठित्वा तदनन्तरं क्रमस्य विषये चिन्तयामः। तर्हि तत्र सम्यक् महोदय, धन्यवादः। इदानीम् उरण् रपरः इति सूत्रम् अरुणा भगिनी अस्ति वा? आं भगिनि अस्मि, कृपया पठतु। उरण् रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति। ऋकारेण श्रुतं त्रिंशत् प्रकारकः ऋकारः भवति इति बोधव्यम्। रः परो यस्य सः रपरः, उः षष्ट्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्। त्रिपदमिदं सूत्रं स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रम् उः स्थाने अण् रपरः। सूत्रं वृण् रपरः सूत्रं वदति ऋकारस्य स्थाने गुणसमये अण् आदेशः भवति। अण् आदेशः कृत्वा रेफ अपि साधनीयम्। उरन् ततः उरन् रपरः इति सूत्रेण अन् आदेशानन्तरं रेफ अपि अत्र करणीयम्। ऋकारेण वयं जानीमः ऋकारत्रिंशत् प्रकारकः ततः धातवः। अनुवृत्तिसहितसूत्रम् उः स्थाने अन् रपरः। अत्र किम् उत्तनीयम्? उरन् रपरः बहुस्थाने अन् रापरः अपि करणीयम् इति सूत्रं, तदेव भगिनि? आम्, समीचीनं। तर्हि उरन् रपरः इति सूत्रं सम्यक् भगिनि, धन्यवादः। इति सूत्रम् अस्माकं परिचितम् एव। तर्हि तत्र कोऽपि वदतु, तत्र त्रिंशत् प्रकारकः ऋकारः इति कथम्? अष्टादश ऋकारः, द्वादश लुकारः, दुर्ग, ह्रस्व, ह्रस्व दीर्घ प्लुत ऋकारः, दीर्घ प्लुत लुकारः, त्रिंशत् भवति, त्रिंशत् प्रकारकः। समीचीनम्, समीचीनं। तर्हि इदानीं अत्र वस्तुतः उरण् रपरः इति सूत्रस्य आवश्यकता किमर्थम्? ऋकारे रेफ अंश अपि अस्ति, इत् अस्ति, इर् इति भवति खलु? न, इर् इति भवति, परन्तु किमर्थम् इर् इति भवेत्? इर् इति मास्तु, सवर्णग्रहणं न भवति न तत्र ऋकारस्य स्थाने। यदि अण् आदेशः भवति तत्र अकारः एव श्रूयते, परन्तु रेप् ऋकारस्य सवर्णग्रहणं न भवति, तस्मात् कारणात् रेपः अपि योजितः। उदाहरणं वदतु एकम्। तत्र रु एव स्वीकुर्मः धातु, यदि रु धातु स्वीकुर्मः, रु योगः शप् इति वदामः, तत्र तु रु स्थाने गुणः भवति, गुणः भूत्वा तत्र अ इति भवति, यतोहि तत्र ऋकारस्य गुणः भूत्वा अकारः आगच्छति, परन्तु तत्र ऋकारस्य सवर्णग्रहणं रेपः न भवति, तस्मात् कारणात्। किमर्थं सवर्णग्रहणम् अपेक्षितम्? तत्र तु गुणसन्धि आत् गुणः इत्यनेन अकारः परे यत्र कथं वक्तव्यं, तत्र सवर्णग्रहणं किमर्थं प्रथमतया इत्युक्ते सवर्णग्रहणं कुत्र क्रियते? यः आदेशः भवति तत्र सवर्णग्रहणं, सवर्णग्रहणेन आदेशः भवति न तत्र? कस्य न सवर्णग्रहणेन आदेशः भवति वा? स्थानेन्तरतमः इत्यनेन तत्र सवर्ण स्थाने तुल्य समानवर्णः एव तत्र आदेशः भवति न स्थानसामान्यम् तुल्यः इति तुल्यः इति शब्दः भिन्नः सवर्णः इति शब्दः भिन्नः क्षम्यतां तत्तु सत्यं सवर्णः तु स्थाने सवर्ण इति शब्दः कीदृशशब्दः सवर्णः इति यदा वदामः कीदृशशब्दः कीदृशशब्दः इत्युक्ते तत्र इति पारिभाषिकं पदम् अस्ति सावर्ण्यम् इति पारिभाषिकपदम् अस्ति भवती अवगतवती केवलं तत्र स्पष्टीकरणार्थं वदामि एतत्तु नूतनं किमपि नास्ति भवती जानाति अतः केवलं स्पष्टीकरणार्थमेव वदामि अत्र सवर्णग्रहणम् अत्र सवर्णग्रहणं करणीयम् इति उक्तं खलु तथा सवर्णग्रहणं सवर्णम् इति यदा वदामः तदानीं पारिभाषिकपदम् अतः पारिभाषिकपदस्य प्रयोगः कुत्र भवति पारिभाषिकपदं कुत्र भवति इत्युक्ते तत्र सूत्रे एव भवति न तत्र सूत्रे यदा वदामः न सूत्रे एव भवति तथा नास्ति मम प्रश्नस्य तात्पर्यं किम् इति चेत् कुत्र भवितुम् अर्हति इत्युक्ते सर्वेषु सूत्रेषु भवति वा सवर्णग्रहणं नास्ति भगिनि कुत्र भवति यत्र आदेशः भवति एकः पूर्वपरयोः स्थाने तत्र भवितुम् अर्हति एकस्य स्थाने अन्यः वर्णः आदेशः न एकः आदेशः भवति पूर्वपरयोः इति तादृशं तत्र भवत्याः आशयः न अवगतवती भगिनि क्षम्यतां न सवर्ण मम प्रश्नस्य तात्पर्यं किम् इति चेत् सवर्णग्रहणं कुत्र भवति इति चेत् तत्र वयं जानीमः तत्र अनुदित् सवर्णस्य च प्रत्ययः इत्यनेन वयं जानीमः कुत्र सवर्णग्रहणं भवितुम् अर्हति इति वयं जानीमः आदेशरूपेण अस्ति चेत् सवर्णग्रहणं न भवति खलु विधीयमानः अण् सवर्णान् न गृह्णाति अतः आदेशरूपेण अस्ति चेत् सवर्णग्रहणं न भवति परन्तु सूत्रे एव उक्तं चेत् यथा अनुस्वारस्य ययि परसवर्णः इति उक्तं तत्र तु आदेशः अस्ति चेदपि सवर्णग्रहणं भवति यतोहि सूत्रे साक्षात् उक्तमस्ति झलोझलि सवर्णे अथवा किं झरोझरि सवर्णे तत्र तु सवर्णग्रहणं साक्षात् सूत्रे उक्तम् अतः तत्र ग्रहणं भवति अतः येषु सूत्रैः तत्र सवर्णग्रहणम् इति साक्षात् उच्यते तत्र तु ग्रहणं भवति सवर्णग्रहणं भवति नो चेत् अन्यत्र सर्वत्र किं भवति इति चेत् अनुदित्सवर्णस्य च प्रत्ययः इति सूत्राधारेण कुत्र सवर्णग्रहणं भवितुमर्हति इति वयं जानीमः अत्र तु उरण् रपरः इति सूत्रस्य विषये कथं वक्तव्यम् अन्य कोऽपि प्रयत्नं कर्तुमिच्छति वा लक्ष्मी भगिनी वदतु किमर्थम् उरण्ड्रपरः इति सूत्रम् तत्र रेफस्य ऋकारस्य उच्चारणस्थानं प्रदर्शयितुम् अत्र रेफः आदिष्टः इत्युक्ते किम् इति चेत् तत्र ऋकारस्य उच्चारणस्थानं किम् तर्हि तत्र मूर्धन्यवर्णस्य स्थाने यः आदेशः सः अमूर्धन्यवर्णः यत्र भवति मूर्धन्यभिन्नः वर्णः यत्र भवति तत्र स्थानसादृश्यं भवेत् खलु यत् तत्र अस्माकं मुख उच्चारणे अपि तथैव अस्ति खलु एतत्तु कपोलकल्पितं नास्ति कल्पितं नास्ति एतत् सर्वम् ओरुकारः अस्ति चेत् तदानीं तत्र मूर्धन्यवर्णः एव आदिष्टः भवेत् इति तथा कल्पितं नास्ति इत्युक्ते तत्र साक्षात् अस्माकं मुखमेव तत्र प्रयोगशाला मुखे एतादृशमेव भवति वैज्ञानिकरीत्या अपि ऋकारस्य उच्चारण यत्र भवति तत्र यत्र सन्धिः वा अथवा अन्यत् यत्किमपि कार्यं तत्र समीपः वर्णः एव उच्चारयितुं शक्नुमः न तु अन्यत् किमपि. अतः तद्रीत्या अत्र स्थानेन्द्रतमः इति सूत्रस्य सहायेन सदृशतमः वर्णः आदिष्टः भवेत्. सदृशतमः वर्णः इत्युक्ते तत्र तुल्यतमः, न तु सवर्णः. सावर्ण्यं नापेक्षितम् अत्र, सावर्ण्यं नापेक्षितं, परन्तु सदृशतमः. सदृशतमः इत्युक्ते सिमिलर् इत्यर्थः. अस्तु, सवर्णग्रहणम् इति यदा वदामः तदानीं तत्र तु न केवलम् उच्चारणस्थानम् अपि च आभ्यन्तरप्रयत्नः अपि समानः भवेत् खलु, तादृशं वयं पश्यामः. अत्र तु तथा नास्ति. अत्र तु यतोहि तत्र रेपस्य उच्चारणस्थानं तु मूर्धा अस्ति, परन्तु तस्य आभ्यन्तरप्रयत्नः कः? स्पृष्टः अस्ति सर्वेषां व्यञ्जनानां स्पृष्टः इति कृत्वा अत्र सावर्ण्यं तु न सम्भवति. रेपस्य ऋकारस्य सावर्ण्यं न सम्भवति. अतः अत्र सानेन्द्रतमः इत्यनेन सदृशतमः वर्णः आदिष्टः भवेत्. तदर्थं तत्र सर्वत्र रेपः योजनीयः इति विषयः. अस्तु, अग्रे गच्छामः. स्पृष्टः खलु, भवतु, तत्र सामान्यतया स्पृष्टः इति उक्तम्, ईषत् स्पृष्टः इति विशेषतया वक्तुं शक्यते. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तत्र कः? सूर्यकुमारी भगिनी अग्रे पठति वा? हा भगिनि. उपदायां च धातूनां यौ, तस्मात् पूर्वम् एकं वाक्यमस्ति खलु, सत्वं नत्वं नुमागमः उपदादीर्घः. कीर्तयति विषये भगिनि अग्रे सूत्रं पठतु. आम्, उपदायाञ्च भगिनि. आम्, उपदायाञ्च धातूनां यौ उपधाभूतौ रेफवकारौ हल्परे अल्परौ ताभ्यां प्राक् वर्तमानस्य एकः दीर्घादेशो भवति. सूत्रार्थं सूत्रार्थे उपधाशब्दः रुवोः इत्यस्य विशेषणः रुवोः तु षष्ठी द्विवचने अतः उपधायाम् अपि तथा. षष्ठी द्विवचने यद्यते यद्यपि सूत्रे सप्तम्येकवचनं दत्तमस्ति, उपधायां सप्तम्यन्तं च अव्ययं द्विपदमिदं सूत्रम्. सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. रुवो रूपधाया दीर्घ एकः इत्यस्य पूर्णतया अनुवृत्तिः. मूलसूत्रे रुवोः षष्ठ्यन्तं धातोः इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः. अत्र रुवोः इत्यनेन सम्बन्धषष्ठी एकः इत्यनेन सह हलि च इत्यस्मिन् हलि इत्यस्य अनुवृत्तिः. विभक्तिपरिणामेन षष्ठ्यन्तम् अलः धातोः इत्यस्य विशेषणं तदन्तविधि च अनुवृत्तिसहितसूत्रम् अलः धातोः उपधयोः रुवोः उपधायाः एकः दीर्घः. उपधायां च इति सूत्रस्य विवरणं दत्तम्. अनेकानि निमित्तानि सन्ति. उपधाभूतौ रेफवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य एकः दीर्घादेशः भवति. तदर्थं धातूनां उपधाभूतौ रेफवकार उपधाभूतौ हल्परौ हल्परौ हल्परः रेफवकार अस्ति चेत् उपधास्थितस्य एकः दीर्घः भवति. हा भगिनि, अत्र उपधाभूतौ रेफवकारौ हल्परौ इत्यत्र एतेषां पदानां कीदृशसम्बन्धः? धातूनां धातूनां षष्टिविभक्ति. यौ उपधाभूतौ रेफवकारौ अल्परौ विशेषणविशेषसम्बन्धम् अस्ति भगिनि. किं विशेषणं, किं विशेष्यम्? धातूनां विशेषमस्ति, उपधाभूतौ रेफवकारौ विशेष्यमस्ति, उपधाभूतौ विशेषणमस्ति, हल्परौ अपि विशेषणमस्ति. बहु सम्यक्, बहु समीचीनं भगिनि. तर्हि रेफवकारौ इत्यत्र कीदृशसमासः? रेफवकारौ द्वन्द्वसमासः. विग्रहवाक्यं? रेफच्च वकारच्च. रेफवकारौ इति अस्ति, रेफवकारौ. तर्हि इदानीं हल्परौ इत्यस्य विग्रहवाक्यं कीदृशसमासः? हल्परौ विशेषणपूर्वपदसमासः, कर्मधारय. विग्रहवाक्यं? हल् हलवर्णः पर अस्ति चेत् कथं कर्मधारयः? बहुव्रीहिण. ओ, कः अस्ति हल् हल्परौ कौ? हल्परौ कौ रेफवकारः अस्ति चेत् बहुव्रीहि अस्ति वा? बहुव्रीहि खलु, अन्यपदार्थस्य बोधः अस्ति. अल्परौ इत्यत्र अन्यपदार्थस्य बोधः, अन्यपदार्थः कः इति चेत् रेपवकारौ. हल्परौ, हल्परौ इत्यस्य विग्रहवाक्यम्? हल्परौ हल्वर्णः पर अस्ति चेत् इति अस्ति तत्र. हल् हल् परः यस्य सः, यस्य सः, आमां. हल् परः यस्य सः, हल् परः, हल् परौ. आमां, यस्य सः षष्ठी तत्पुरुष अस्ति वा? हल् परः यस्य किं ययोः तौ, ययोः हल् परः ययोः तौ. आम्, तर्हि अत्र हल् परौ इति विशेषणमस्ति. अत्र हल्परौ इत्यनेन रेपवकारौ, रेपवकारौ कीदृशौ इति चेत् अल्परौ इत्युक्ते तादृशरेपः, तादृशवकारः यस्य अनन्तरं हल् वर्णः अस्ति. हल् वर्णः परः अस्ति, तादृशरेपः वकारौ इति अर्थः. हल्परौ रेपवकारौ इत्युक्ते अत्र हल्परौ इत्युक्ते तादृशः रेपः यस्य अनन्तरं हल् वर्णः अस्ति, तादृशवकारः यस्य अनन्तरं हल् वर्णः अस्ति. अपि च पुनः कीदृशौ रेपवकारौ इति चेत् उपधाभूतौ, उपधायां स्थितौ. उपधायां रेपः अस्ति, उपधायां वकारः अस्ति इत्युक्ते अत्र एते अत्र त्रीणि पदानि सन्ति. एतैः पदैः किं ज्ञायते इति चेत् रेपवकारस्य विवरणमस्ति. रेपवकारः कीदृशौ? उपधाभूतौ, उपधायां स्थितौ. अपि च पुनः कीदृशौ इत्युक्ते तादृशौ यस्य अनन्तरं हल् वर्णः अस्ति, तादृशौ अपि अस्ति इति कृत्वा अत्र इदानीं ज्ञातं यत् धातोः उपधाभूतौ इत्युक्ते धातोः रेपवकारौ इत्युक्ते धातोः अवयवरूपेण यः रेपः अथवा वकारः तत्र धातूनां रेपवकारौ इत्यत्र अवयव अवयवीभावसम्बन्धः. अनन्तरम् उपधाभूतौ हल्परौ इति एतावत्पर्यन्तं प्राप्तम्. उपधा इदानीं हल् परे अस्ति इति एव अर्थः खलु? उपधा इत्युक्ते उपधा इत्यस्य अर्थः एव हल् परे अस्ति इत्येव खलु. पुनः किमर्थं हल् परौ उपधा इति वदामः चेत् वर्णः अस्ति खलु. किम् उपधा इत्युक्ते हल् एव पर अस्ति इति नास्ति खलु. किमपि वर्णः भवेत्, स्वरः अपि भवेत्. न स्वर भवति चेत् उपधा कथम्? उपधा इत्युक्ते अन्तिम अलः अन्तिम वर्णस्य यत् पूर्वम् अस्ति और् यः पूर्व अस्ति तत् सः उपधा. इस् नाट् हल् हेस् टु बि आफ्टर् उपधा इस् एनिथिङ्ग् द पेनल्टिमेट् लेटर् उपधा केन् बि केन् बि अन्यथा रेफा अपि भवतु मकार अपि भवतु नकार अन्तवर्णः हल् अपि एव भवतु एव उपधा इम्प्लैस् इट्स् द पेनल्टिमेट् लेटर् दट्स् आल् अस्तु अस्तु अस्तु. इदानीं जयलक्ष्मी भगिनी वदतु अथवा अन्य कोऽपि वदतु तादृश उदाहरणम् अस्ति वा यत्र उपधायाः अनन्तरम् अन्य कोऽपि वर्णः अस्ति? कुर्द अस्ति न यत्किमपि उदाहरणं भगिन्याः विजयलक्ष्मी भगिन्याः आशयः किमर्थम् अत्र हल्परौ इति वक्तव्यम् इति आशयः उपधाभूतौ रेपवकारौ इत्येव वदामः चेत् पर्याप्तं खलु? किमर्थं हल्परौ इति वक्तव्यम् इति आशयः अस्ति. उपधा इत्यस्य अनन्तरं हल्वर्णः न भवति न इत्युक्ते उपधा इत्यस्य अनन्तरं हल्वर्णः एव सर्वदा भवति इति कृत्वा किमर्थं वक्तव्यम् इति प्रश्नः खलु भगिनि विजय हल् अस्ति चेत् एव अत्र किमर्थं हल्परौ इति वक्तव्यम् इति प्रश्नः खलु भगिनी सत्यम् इति चेत् इदानीं मम प्रश्नः अस्ति तादृश उदाहरणम् अस्ति वा यत्र उपधावर्णस्य अनन्तरं स्वरवर्णः अस्ति हल्वर्णः नास्ति इति तादृशम् उदाहरणं लभ्यते वा? कथधातुः अस्ति न अदन्तधातवः सन्ति खलु रच कथ इति उक्तवान् तदेव न तत्र यकारः अनन्तरं स्वरः अस्ति यकारः तु हल् वर्णः अस्ति दिवु इति अपि भवेत् वा भवति वा दिवु इति लौकिकधातुः कः दिव् खलु दिव् दिव् इत्युक्ते उपधायाः अनन्तरं हल् वर्णः एव भवेत् इति नास्ति खलु भगिनि अवगतं वा? कथा इति उदाहरणं सम्यक् अस्ति अतः अतः तत्र स्पष्टीकरणार्थम् उक्तमस्ति तत्र रेपवकारस्य अनन्तरम् इत्युक्ते तादृश प्रति उदाहरणं कुत्रचित् अस्ति वा इति अनन्तरं पश्यामि. परं कथा इत्यत्र रेपवकारः तु उपधायं नास्ति किन्तु न रेपवकारः उपधायं नास्ति परन्तु मम प्रश्नः आसीत् तादृश उदाहरणम् अस्ति वा यत्र उपधायाः अनन्तरं स्वरः नास्ति स्वरः हल् वर्णः नास्ति इति कथा इति उदाहरणे तकारस्य अनन्तरं स्वरः अस्ति न तु हल् वर्णः अतः यत्र यत्र उपधा इति वदामः तत्र सर्वत्र हल् वर्णः एव परः भवेत् इति नास्ति स्वरः अपि भवितुमर्हति. अत्र विवरणं दीयते अत्र रेपवकार परन्तु भगिन्याः प्रश्नः इदानीमपि अस्ति उपधायां रेपवकारः इति वदति चेत् तदनन्तरं स्वरः एव भवति किं स्वरः अपि भवितुमर्हति खलु रेपवकारस्य अनन्तरं स्वरः अपि भवितुमर्हति हल् वर्णः अपि भवितुमर्हति खलु हल् वर्णः एव इष्यते इति कृत्वा वर इति धातुः अस्ति तत्र अदन्तधातुः अस्ति तत्र रेप अस्ति उपधायाम् अनन्तरम् अकार अस्ति वर इति धातुः वा लौकिकधातुः वा अदन्त वर ईप्सायाम् इति किमपि अस्ति वर ईप्सायाम् इति चचुरादिगण्यधातुः अदन्तधातुः अदन्तधातुः कत इव तर्हि तत्र वर इति धातौ उपदायां रेपः अस्ति परन्तु तस्य अनन्तरं स्वरः अस्ति सम्यक् समीचीनं साक्षात् उदाहरणम् अत्र अस्ति वर इति धातौ उपदायां रेपः अस्ति अनन्तरं हल् वर्णः नास्ति इति सम्यक् उदाहरणं समीचीनं धन्यवादः तर्हि इदानीं तत्र इदानीं त्रीणि पदानि सन्ति तेषां सम्बन्धः कः इति ज्ञातं तर्हि इदानीं धातुः अपेक्षितः धातौ उपदा अपेक्षितः उपदायां रेपः अथवा वकारः तस्यानन्तरं हल् वर्णः भवेत् तर्हि हल् वर्णः धातोः तत्र कीदृशवर्णः हल् वर्णः धातोः कुत्र भवति हल् वर्णः अन्तिमवर्णः उपदायां रेपः अस्ति चेत् धातोः अन्तिमवर्णः हल् वर्णः एतादृशपरिस्थितौ तत्र रेपवकारात् रेपवकारयोः अथवा रेपवकाराभ्यां पूर्वं तत्र इक् वर्णः अस्ति चेत् तस्य दीर्घादेशः भवति तर्हि हलन्तः धातुः उपदायां रेपः अथवा वकारः तस्मात् पूर्वम् इक् वर्णः अस्ति चेत् तस्य दीर्घादेशः भवति इति सूत्रार्थः अस्ति सरलरीत्या इदानीं विवरणं किम् इति एकवारं पश्यामः शुभदा भगिनी अस्ति वा विवरणं विवृणोति वा आं भगिनि प्रयत्नं करोमि अत्र विवरणं नाम तादृशः धातुः यत्र तादृशः हलन्तधातुः यस्मात् यस्य उपधायां रेफः वा वकारः वा भवति तस्मात् पूर्वं इक् वर्णः अपि भवति तदा तस्य इक् वर्णस्य दीर्घः भवति इति उपधायाञ्च इति सूत्रं वदति इति तस्य सूत्रस्य आशयः हलः धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इति अत्र हलः धातोः नाम हलन्तधातोः अत्र तदन्तविधिः अस्ति येन विधिस्तदन्तस्य इत्यनेन हलः इति धातोः विशेषणम् इति कृत्वा हलः धातोः नाम तादृशः धातुः यस्य अन्ते हल् वर्णः अस्ति इति अतः तदन्तविधिः भूत्वा हलः धातोः इति भवति तस्य उपधयोः रुवोः तस्य उपधायां यः रेफः वा वकारः वा भवति तस्य रुवोः इति उपधायाः पुनः विशेषणं भवति कीदृशः उपधा रेफः वा रेफः वा वकारः वा भवेत् उपधायां तादृशी उपधा तस्मात् पूर्वं यथा यदा लघु इक् अस्ति चेत् तस्य दीर्घः भवति तस्य दीर्घः भवति इति तस्य ज्ञापनं भवति यत् इक् इति लघु इक् भवेत् अतः तावदेव भगिनी तत्र अत्र सूत्रे यानि पदानि सन्ति तस्य तत्र तस्य विवरणं वदतु तत्र सूत्रार्थे उपदाशब्दः रोः इत्यस्य विशेषणं रोः मूलसूत्रे रोः षष्ठ्यन्तं धातोः इत्यस्य विशेषणं तदन्तविधिः कृत्वा धात्वन्ते इत्यर्थः अतः मूलसूत्रे यत्र रोः उपधाया दीर्घः इकः इति सम्पूर्णतया अनुवृत्तः भवति इति सूत्रम् अतः एतस्मिन् सूत्रे रोः षष्ठ्यन्तं रोः इति षष्ठीद्विवचनं भवति न रोः इत्यस्य अर्थः रेफः वा वकारः वा तयोः इति षष्ठीद्विवचनं भवति तत्तु धातोः इत्यस्य विशेषणं भवति. किमर्थं चेत् रवोः इति तदन्तविधिः भूत्वा यस्य तदन्तविधिः कृत्वा धात्वन्ते इत्यर्थः. न न रुवोः रुवोः धात्वोः इति रुवोः इति धातोः विशेषणं नास्ति खलु. हा विशेषणं नास्ति परन्तु अत्र दत्तमस्ति खलु मूलसूत्रे रुवोः षष्ट्यन्तं धातोः इत्यस्य विशेषणं तदन्तविधिः रोरुपदाया दीर्घः इकः इति सूत्रे तथा अस्ति परन्तु अस्मिन् सूत्रे अस्तु अस्तु हा तस्मिन् सूत्रे य अस्तु तत्र हलीच इत्यनेन इत्यस्मात् हलि इत्यस्य अनुवृत्तिः तस्य विभक्तिपरिणामः भूत्वा हलि इति हलीच इति सूत्रे तु हलि इति सप्तम्यन्तमस्ति परन्तु विभक्तिविपरिणामेन अत्र अस्मिन् सूत्रे हलः इति तस्य षष्ट्यन्तं विपरिणम्यते. हलः इति धातोः विशेषणं भवति यथा वयं दृष्टवन्तः हलः धातोः अत्र तदन्तविधिः भूत्वा येन विधिस्तदन्तस्य इत्यनेन हलन्तधातोः इति तस्य अर्थः भवति. हलन्तधातोः उपधयोः रवोः उपधयोः नाम यस्मिन् हलन्तधातोः उपधयोः उपधायां यत् रेफः वा वकारः वा अस्ति तस्य इकः दीर्घः भवति इति तस्य आशयः. अत्र अनुवृत्तिसहितसूत्रे हलि इति अस्ति वा हलः इति अस्ति वा? हलि इति अत्र न सङ्गच्छते. हलि इति वदामः चेत् अत्र हलि इति सप्तम्यन्तं वदामः चेत् तत्र धातोः अनन्तरं हल् वर्णः भवेत् इति अर्थः आयाति. तादृश अर्थः न विवक्षितः अत्र. धातोः अन्ते हल् वर्णः भवेत् इति एव अर्थः विवक्षितः अस्ति. अतः अत्र हलि इत्यस्य अनुवृत्तिरूपेण हलः इति परिणामः भवति. अतः इदानीं पश्यामः चेत् अत्र उपदाशब्दः रुवोः इत्यस्य विशेषणं रोरुपदायाः दीर्घः इकः इत्यस्मात् रुवोः इत्यस्य अनुवृत्तिः. तर्हि कीदृशरुवोः इति चेत् अस्मिन् सूत्रे उपदायां च इति सूत्रे उपदा इति शब्दः अस्ति. तर्हि सप्तमी विभक्तौ अस्ति. तस्य विभक्तिपरिणामं कृत्वा षष्टिरूपेण वयं षष्ट्यन्तरूपेण स्वीकुर्मः. अतः उपदयोः रुवोः इति अर्थः. तर्हि उपदायां रेपः वकारः हलः इति हलि च इत्यस्मात् हलः इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा षष्ट्यन्तरूपेण. अतः हलः धातोः इत्युक्ते येन विधिसदन्तस्य इत्यनेन हलन्तधातुः इति अर्थः लभ्यते. तर्हि इदानीं पुनः अत्र वस्तुतः तत्र रोरुपदायाः दीर्घः इकः इत्यस्य सम्पूर्णतया अनुवृत्तिः. अतः उपदायाः इकः दीर्घः. तर्हि इदानीं उपदयोः रुवोः उपदायां यः रेपवकारः तयोः उपदायां यत्र इक् वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति इति अर्थः लभ्यते. तत्रापि विभक्तिपरिणामः भवति चेत् सम्यक् भवति खलु? उपधायाम् इत्यत्र द्विवचनम् अस्ति परिवर्तनं कृतं खलु सूत्रे उपदायाम् इति अस्ति तस्य एव परिवर्तनं कृत्वा उपदयोः इति उक्तम्. ओ अस्तु. रोरुपदायाः दीर्घः इकः इत्यस्मात् उपदायाः इत्यस्य साक्षात् अनुवृत्तिः. उमा भगिनी अवगतं वा? एकवारं वदतु. पूर्णः न अवगतम्. अवगतं ट्रै करोमि. अत्र प्रथमे पुरन्तरः उपधायां च सो अत्र धातु रेफा वकारौ परे हल् इति चेत् तत्र दीर्घादेशो भवति. उपधा शब्दः वो इत्यस्य विशेषणाः ओके इति विशेषणविशेष्यं रिलेशन्शिप् इस् विशेषविशेष्यम् अण्ड् देन् षष्ठी जीवसति अत उपधायाम् अपि षष्ठी जीवचने यद्यपि सूत्रे सप्तमी एकवचनम् ओके सप्तमी एकवचनं दत्तमस्ति ओके उपधायां सप्तम्यन्तम् अण्ड् देन् च अव्ययं द्विपदवनसूत्रं सूत्रार्थः पुनः एकवारं वदतु कः अस्ति सूत्रार्थः सूत्रार्थः उपधायां च दट् इस् रेफवकारौ हलीपरे चेत् हलीपरे अस्ति चेत् दट् इस् ऋकारान्तः आर् रेफान् रेफवकार वकारः अस्ति चेत् कुत्र भवेत् रेफवकारः दातौ कुत्र दातौ कुत्र अन्तिम अन्ते न अत्र उपदाभूतौ रेपवकारौ इति उक्तं खलु उपदाभूतौ उपदा मे अलोन्त्यस्य सूत्रस्य न एकक्षणं उपदाभूतौ रेपवकारौ इत्यस्य कः अर्थः उपदामे रेफः रेफ अथवा वकारः स्थितौ चेत् उपदायां रेपः अथवा वकारः सम्यक् उपदायां रेपः अथवा वकारः हल् परौ इत्यनेन हलिपरे अस्ति चेत् हल् परः परः कयोः परः धातु रेफा रेफा अवकार अस्ति अस्ति अण्ड् हलि परे अस्ति चेत् दट् इस् अस्ति हा इत्युक्ते एकः धातुः अस्ति यत्र धातोः अन्तिमवर्णः हल् वर्णः उपदायां रेपः अथवा वकारः इति परिस्थितिः ओके इदानीं रेपवकारयोः उपदायां रेपवकारः उपदायाम् अस्ति तयोः उपदायां यदा इक् वर्णः अस्ति तदानीं तस्य दीर्घादेशः भवति इति सूत्रार्थः अस्तु समीचीनं तर्हि इदं सूत्रम् एकवारं पुनः पठन्तु गृहपाठरूपेण एकवारं पठन्तु अत्र पदानाम् अन्वयः कथम् अस्ति कुतः पदम् अनुवृत्तं भवति तयोः कीदृशसम्बन्धः अस्ति इति एकवारं पुनः परिशीलयन्तु अग्रिमसप्ताहे पुनः एकवारं वयं पठिष्यामः अत्र एका सूचना दातव्या अस्ति अत्र अस्माकं गणे लक्ष्मीशर्मा इति एका भगिनी अस्ति सा पूर्वं कारकप्रकरणम् अपि पाठितवती सा एका गुरुकुले एव सा पठितवती सः गुरु वस्तुतः तत् गुरुकुलं तु दिल्लीनगरे अस्ति ते इदानीं तत्र किञ्चित् गुरुकुलस्य पार्श्वे काचित् भूमिः अस्ति तां क्रेतुम् इच्छन्ति अतः तत्र भूमिदानार्थं धनराशिम् अपेक्षते अतः यः कोऽपि अत्र सहायं कर्तुम् इच्छति कृपया मां सूचयन्तु अहं तत्र डीटेल्स् प्रेषयामि इच्छन्ति चेत् अस्तु तर्हि धन्यवादः धन्यवादः यत्किमपि प्रेषयितुं शक्नोति भगिनि यत्किमपि अकार्डिङ्ग् टु युर् कन्वीनियन्स् एण्ड् फ्री विल् नो कम्पल्शन् धन्यवादः भगिनि धन्यवादः भगिनि